नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अदन्ताङ्गानां सिद्धप्रत्ययः इति विषयः प्रवर्तमानः अस्ति. द्वितीयकरपत्रे वयं स्मः. तत्र एतावता परस्मैपदे तिङ्प्रत्ययानां सिद्धरूपाणि कानि इति अस्माभिः चर्चितानि. इदानीम् आत्मनेपदे सिद्धप्रत्ययः के इति विषयः चर्च्यमानः अस्ति. तत्र एतावता लट्लकारे रूपाणि साधितानि, अनन्तरं लोट् लकारे अपि साधितानि. किञ्चिदेव पुनस्मरणं कुर्मः. अत्र अदन्ताङ्गानां विषये एव अत्र चिन्तनं प्रवर्तमानम् अस्ति, न तु अनदन्ताङ्गानाम्. अदन्त अनदन्तयोः मध्ये कश्चन भेदः भवति. कुत्रचित् सर्वत्र प्रत्ययाः समानाः इति नास्ति, कुत्रचित् भेदः भवति. तद् वयम् अग्रे पश्यामः, कुत्र भेदः इति अग्रे पश्यामः. इदानीं तु अस्माकम् अवधानं तु अदन्ताङ्गानां सिद्धप्रत्ययस्य विषये अस्ति. तर्हि इदानीं तत्र लट्लकारे अस्माकं मूलप्रत्ययः के इति चेत् आतां झ तास् आथां ध्वम् इद्वहि महिम् इति मूलप्रत्ययः. इदानीं लट्लकारे आत्मनेपदे लट्लकारे प्रथमपुरुषे एकवचने तत्र विनय महोदय, तत्र सिद्धप्रत्ययः कथं निष्पन्नः? भगिनी, वयं आत्मनेपदी सम्बन्धे वदामः. आत्मनेपदी अतः आत्मनेपदी वयं जानीमः पूर्व ऐ मीन् प्रकृतिप्रत्ययः त अतामध्य अतः प्रथमपुरुष त आयाति. प्रथमपुरुष त आयाति त अर्थ अतः आत्मनेपदी वयं यदि जानीमः अतः एक वचन वक्तुम् इच्छामि. यदा वयं लट्लकारसम्बन्धे वदामः, चित् लकारसम्बन्धे वदामः, तर्हि अचोन्त्यादि संज्ञा भवति. अतः अत्र यदि वयं त सम्बन्धे वदामः तर्हि त योग अ अस्ति. त अव्यञ्जन त योग अ स्वर अतः त भवति. परन्तु अ अत्र टित् अस्ति. यदि अ टित् अस्ति तर्हि यदि त टित् अस्ति तर्हि टित् कारणे क्षम्यतां भगिनि, अ इति टि भागः अस्ति. अतः यदि टि भागः अस्ति तर्हि टेरे आत्मेपदानां टेरे अवश्यम् आयाति. तर्हि अ स्थाने ए आयाति. परन्तु यदि वयं लोट्लकारसम्बन्धे वदामः भगिनि, तत्र कोऽपि चिन्ता नास्ति. तर्हि ते भवति अत्र तावदेव समीचीनं. तर्हि तत्र तितात्मनेपदानां टेरे इति सूत्रेण तित्सुकारेषु टिभागस्य एकारादेशः. तर्हि ते इति टिभागः कः इति चेत् अचोन्त्यादिति इति सूत्रेण संज्ञासूत्रमस्ति. तेन सूत्रेण टि संज्ञा भवति. कस्य टि संज्ञा भवति इति चेत् अच्वर्णस्य टि संज्ञा भवति. अच् कीदृश अच्वर्णः इति चेत् अन्त्यः अच्वर्णः, तस्य आदिः. अन्त्य अच्वर्णस्य आदिः अपि तत्र स्वीकार्यः. अतः अन्तिम अच्वर्णः, तस्य अनन्तरं यत्किमपि समुदायः अस्ति, य कोऽपि समुदायः, तस्य सम्पूर्णस्य ग्रहणं, तर्हि तस्य टि संज्ञा भवति. पितात्मनेपदानां तेरे इत्यनेन टि भागस्य स्थाने एकारादेशः भवति. अतः त इत्यत्र अ इत्यस्य स्थाने एकारादेशः. समीचीनम्. अग्रे अरविन्द महोदय. प्रथमपुरुष द्विवचनमस्ति आताम् इति. तत्र आताम् इति टितात्मने पदानन्तेरे इति सूत्रेण अम् आम् इति अचोन्द्यादिति भूत्वा तस्य लोपो भवति. तदनन्तरं लोपः नास्ति न टीभागस्य एकार भवति, टीभागस्य एकार भवति, एकार आदेशः भवति. तदनन्तरम् आकारस्य आतोङ्यतः इति सूत्रेण ई आकारस्य स्थाने ई आदेशः भवति. तदनन्तरम् आतोङ्यतः इति सूत्रेण इति सूत्रेण भवति. कदा भवति? यत्र कथं भवति इत्युक्ते इत्युक्ते तत्र अत्र निमित्तानि कानि? आत्मने आतः ङित्तस्ति इति कृत्वा ङितः इति सूत्रे अस्ति इति कृत्वा ङित् लटो लङ्वत् इति सूत्रेण ङित्वत् भावं भवति कृत्वा आतः. अत्र लट् लकारः अस्ति खलु, न तु लोट्. लट् लकार लट् लकारस्य विषये आतो ङितः. अत्र आत्मनेपदानं टेरि अस्तु ज्ञातुङ्गितः इति अदन्ताङ्गात् नितः सार्वधातुकस्य आतो इयः. तर्हि अदन्त अङ्गम् अस्ति इति विचिन्त्य तत्र आ इत्यस्य स्थाने इय इति आदेशः भवति. इदानीम् इय इति लोपोर्व्यलि तकारस्य कारणेन हल् पूर्वमस्ति परमस्ति इति कृत्वा यकारस्य लोपो भवति. ई एव शिष्यते, ई योगः ते इते इते भवति. हा समीचीनम्. इते तद् इते इति सिद्धरूपम्, इते इति सिद्धरूपं. तर्हि बहु समीचीनं महोदय. तर्हि आताम् इत्यत्र टी भागः अस्ति आम्, तस्य स्थाने पित आत्मने पदानां केरे इत्यनेन एकारादेशः, आते आतोनितः इत्यनेन आ स्थाने इय, इय इत्यत्र यकारस्य लोपः, लोपो व्योर्वलि इति सूत्रेण. तर्हि इते इति रूपं समीचीनम्. इदानीं शोभा भगिनी अग्रे बहुवचने. आं भगिनि, बहुवचने मूलप्रत्ययः झ इति अस्ति, तस्य अन्ते इति सिद्धतिं प्रत्ययः भवति बहुवचने प्रथमपुरुषे. झ इत्यस्य झकारस्य स्थाने झोन्तः इत्यनेन अन्त् आदेशः भवति. अधुना अन्त्योगः झ इत्यस्य अकारः, तत्र झ इत्यस्य अकारः अन्तिम अचवर्णः, अपि च तदेव अस्ति अग्रे किमपि नास्ति इति कृत्वा आ इत्यस्य एव टित्संज्ञा भवति अचोन्त्यादि टि इति सूत्रेण. तदनन्तरं टि भागस्य तित आत्मनेपदानां टेरे, तित आत्मनेपदानां टेः एः इति भवति, आकारस्य स्थाने ए इति आदेशः भवति. अधुना अन्त्योगः ए अन्ते इति रूपं निष्पन्नः. हा बहु समीचीनम्, अन्ते इति रूपं. तर्हि झोन्तः इति सूत्रेण झ इति जकारः केवलम् अवयवस्य, सम्पूर्ण झ इति अकारयुक्तः नास्ति, केवलं झ इति हल् वर्णस्य अवयवरूपेण स्वीकृत्य तस्य स्थाने अन्त् इति आदेशः, अन्त इति रूपं, पितात्मने पदानां तेरे इत्यनेन तत्र अकारस्य स्थाने एकारः, अन्ते इति रूपं. बहु समीचीनं, धन्यवादः. अग्रे गोमति भगिनि. वदामि भगिनि, अत्र मूलप्रत्ययः अस्ति थास्, थासः से इति सूत्रमस्ति. थासः से वदति टित् लकारस्य थासः स्थाने से इति आदेशः भवति. अत्र लट् टित् लकारः अस्ति, अतः थासः स्थाने से एव भवति. तदेव मूले धास्, अनन्तरम् अत्र आत्मनेपदे लट् लकारस्य सिद्धरूपं से इति. समीचीनम्. अत्रापि तितात्मने पदानां तेरे इत्यस्य प्रसक्तिः अस्ति खलु, अत्रापि टित् अस्ति, परन्तु यत्र सूत्रमेव अस्ति थासहसे इति, थासहसे अत्र एव कार्यं कर्तुं शक्नोति. टित आत्मनेपदानां टेरे इति सूत्रस्य प्रसक्ति अन्येषु स्थलेषु अपि भवति. अतः थासहसे इति अपवादरूपेण अत्र कार्यं करोति. पूर्णतया थास् इत्यस्य से इति आदेशः भवति अनेकाश्चित् सर्वस्य इति सूत्रेण. समीचीनं समीचीनं, बहु समीचीनं. तर्हि तासकाने से, तासः से इति सूत्रेण से इति सिद्धप्रत्ययः. अग्रे उमा भगिनी. बहुवचनं मध्यमपुरुषे द्विवचनं लभितव्यम् अत्र. सर्वत्र एकं कार्यं भवति खलु, आत्मनेपदानां केरे इति अन्तिम अश्वर्णस्य अश्वर्णः तस्य परे सर्वे वर्णाः एकारः भवति. आसाम् इति सिद्धप्रत्ययः सिद्धि ते आसि द्वि अत्र आसाम् आम् इति स्थाने अस्तु. न न, प्रथमं कृतात्मनेपदानां टेरे इति निधि किं भवति? एकारः आगच्छति. एकारः आम् एकसूत्रः. तर्हि एकारः आगच्छति चेत् किं भवति रूपम्? थे आथे आथे आथे इति अस्ति. अत्र आथे इति स्थाने आम् इति आगच्छति. न न न, लोट् नास्ति, इदानीं लट् विषयः अस्ति खलु. तर्हि तत्र किं भवति? अत्र आसां स्थाने आसाम् इति आताम् इति मूलप्रत्ययः. तर्हि तत्र आम् इति तीभागः, तस्य एकारादेशः भवति तीभागस्य स्थाने, आथे इति भवति. इदानीम् एकारः आम् इति आगच्छति. न न न न, तत्तु लोट् लकारे आता, तत्र लोट् लकारे आम् आदेशः भवति, लट् लकारे नास्ति आमादेशः. यथा तत्र प्रथमपुरुषे द्विवचने यथा आसीत्, यथा आसीत् आते नास्ति इते. ओके ओके, से से इते इते अस्ति. सो ये एकारः अत्र प्रथमपुरुषे द्विवचने एकं सूत्रं तत्र अरविन्द महोदयेन उक्तं खलु. किं सूत्रम्? आतो नितः. आतो नितः इत्यनेन सूत्रेण यकारः आगच्छति सो व्योपो इय इति आगच्छति सो व्योपोर्वलि इति सूत्रेण यकारः लोपः अस्ति भवति तस्मात् आसामिति आगच्छति आतम् इति नास्ति इते इति आगच्छति इते इति तत्र मनसि स्थापयतु आताम् इति प्रत्ययः नास्ति इते इति प्रत्ययः अस्तु समीचीनम् आताम् इति मूलप्रत्ययः पितात्मने पदानां टेरे इति सूत्रेण आम् इति टी भागस्य एकारादेशः आते आतोनितः इत्यनेन आकारस्य इय इति आदेशः तत्पश्चात् इययोगः ते तत्र तकारः वलि वल् प्रत्याहारस्य वर्णः इति कृत्वा यकारस्य लोपः इत्ते इति रूपं समीचीनम् अस्तु अग्रे विजयलक्ष्मी भगिनी अग्रे ध्वम् इति अस्ति मध्यमपुरुषस्य बहुवचने ध्वम् इति अत्र टिता आत्मनेपदानां टेरे इत्यनेन अन्त्यस्य अम् इति अस्ति अम् इत्यस्य स्थाने एकारः आगच्छति द्वे इति भवति समीचीनं बहु समीचीनं द्वे इति प्रत्ययः किमपि नास्ति तत्र अग्रे मीना भगिनी इद् बहि बहि इद् इद् इति अस्ति इद् ये भवितव्यं तत्र डकारः हलन्त्यम् इति सूत्रेण लोपः तस्य लोपः भवति इ भवति इ इति टितात्मेपदेनां चेरे इति सूत्रेण टित् भागः अस्ति तस्य स्थाने ए भवति से तस्मात् एव अवशिष्यते बहि एकक्षणम् एकक्षणं धन्यवादः समीचीनम् इकार इद् इति अस्ति चेत् तत्र इ इति टि भागस्य एकारादेशः पितात्मने पदानां तेरे अतः सिद्धप्रत्ययः ए इति प्रत्ययः समीचीनम् उषा भगिनी अग्रे आं भगिनि वहि इति प्रत्ययः भवति वहि इत्यस्य प्रत्यये हकार उत्तरवर्तीय इकारः टि भागः अस्ति पितात्मने पदानां टेरे इत्यनेन टि भागः तस्य स्थाने एकारः भवति ई स्थाने एकारः वह् योगः एकारः वहे भवति समीचीनं समीचीनम् अत्रापि टि भागस्य एकारादेशः तावदेव लक्ष्मी भगिनी अग्रे आं भगिनि महिम् इति अस्ति तत्रापि नकारस्य इत्संज्ञा भवति इत्संज्ञा भूत्वा लोपः च भवति महि इति अस्ति तत्र टि भागः इकारः अस्ति टितात्मनिपदानां टेरे इत्यनेन इकारस्य एकारः भूत्वा महे इति सिद्धप्रत्ययः निष्पद्यते समीचीनं तर्हि तत्र सिद्धप्रत्ययः के आहत्य सिद्धप्रत्ययाः नवसिद्धतिङ्प्रत्ययाः ते तु ते इते अन्ते ते इथे द्वे ये वहे महे अत्र सर्वे कृपया कण्ठस्थीकुर्वन्तु सर्वे कृपया कण्ठस्थीकुर्वन्तु सिद्धप्रत्ययः के परस्मैपदीप्रत्ययः आत्मनेपदीप्रत्ययः तेषां तत्र कण्ठस्थीकरणम् आवश्यकं मनसि भवेत् अस्तु वदतु भगिनि इड् इत्यत्र अन्यत्र कुत्रापि वयम् इत्संज्ञस्य महिम् इत्यत्र अस्ति किन्तु तत् विहाय तु इड् इत्यत्र इदानीम् इत्संज्ञा न क्रियते चेदपि इड् इत्यत्र टीसंज्ञकः इड् इति एव भवति खलु तस्य सम्पूर्णतया तस्य टीसंज्ञा भूत्वा एकारः क्रियते चेदपि तत्र एकारः भवति खलु इति किञ्चित् न लङ्लकरे टितात्मने पदानां टेरे टित्सु एव खलु टिच् एव समीचीनम् अत्र अत्र लिखितं ड् इत्यस्य इत्संज्ञा तस्य लोपः तदनन्तरम् इकारस्य टि भागः इति इदानीम् अत्र इड् इत्यस्य सम्पूर्णतया टि भागः अपि न तत्र इत्संज्ञकवर्णानां लोपानन्तरमेव सर्वदा यु हाव् टु पील् द बनाना बिफोर् ईटिङ्ग् इट् सर्वदा तत्र तत्र चर्म इति चर्म इव अस्ति तस्य निष्कासनं प्रथमं भवेत् तदनन्तरमेव चिन्तयितुं शक्नुमः इत्संज्ञकानां निष्कासानन्तरं यत् अस्ति तस्य टि भागः करणीयः सर्वत्र तथैव व्याकरणे यत्र कुत्रापि किमपि कार्यं वयं कर्तुम् इच्छामः चेत् प्रथमतया इत्संज्ञकवर्णानां लोपः तत्पश्चादेव किमपि अस्तु समीचीनम् इदानीं तत्र नमस्ते भगिनि भगिनी एकः संशयः अस्ति तत्र अतोनितः इति सूत्रं मनसि नास्ति किमर्थमिति तत्र अवगमनं सम्यक् नास्ति न जानामि तत्र अतः अङ्गात् नितः सार्वधातुकस्य इयः आदेशः भवति तत् नितः कुत्र अस्ति तत्र नित् कुत्र अस्ति तत्र हा नित् कुत्र अस्ति इति चेत् प्रत्ययस्य विषये वदन् अस्ति सार्वधातुक नितः प्रत्ययः नित् भवेत् इति अस्तु स एव प्रश्नः लक्ष्मीभगिन्याः पृष्टमासीत् पूर्वं किमर्थं तस्मिन् सूत्रे नितः इति वक्तव्यं तत्र नितः इत्युक्ते महत्त्वं किम् इति पृष्टं तत्र मया उक्तं तत्र सर्वे मूलप्रत्ययाः आत्मनेपदे सर्वे मूलप्रत्ययाः नितः एव खलु आत्मनेपदे नितः कथं भवति लोट् लकारः नित्वत् भवति परन्तु लट् लकार लकार नास्ति लकारस्तरे नास्ति लकारस्तरे लकारः टित् अस्ति खलु लकारस्तरे लकारः टित् अस्ति परन्तु तस्य लकारस्य स्थाने ये प्रत्ययाः आगच्छन्ति के प्रत्ययाः आगच्छन्ति तां द्वम् इड् वहि महि एते प्रत्ययाः तेषां स्वभावः कः कथमस्ति ओ नित् अस्ति अस्तु अस्तु महिङ्ग अस्तु नास्ति न पित् नास्ति समीचीनं पित् नास्ति इत्युक्ते नित् भवति अस्तु पित् अपित् अस्ति एते सर्वे प्रत्ययः अपितः अपितः सन्ति कृत्वा सार्वधातुकम् अपित् इत्यनेन एते सर्वे अपितः अतः निद्वर्ष तर्हि तस्मिन् सूत्रे नित् इति किमर्थम् उक्तम् अत्र लोट् लकार अपि कार्यं करोति वा लोटः लङ्वत् लोट् लकार कार्यं करोति वा अतः लोट् लकारे अपि कार्यं करोति अत्र सूत्रे किमपि न उक्तम् अतो नितः इति तावदेव उक्तं सर्वत्र कार्यं करोति तित्सु इति न उक्तं मूलप्रत्ययः सर्वे अपि नितः एव तर्हि किमर्थं सूत्रे नितः इति उक्तम् यत्र पित्वमस्ति तत्र कार्यं न करोति इति कुत्र पित्वमस्ति तत् लट्लकारे तु पित्वं नास्ति न तत्तु हा तत्र उत्तमपुरुषे पित्वम् आद्यारोपयति आडुतमस्य अभिच्छयति यत् सूत्रमस्ति तदानीं तत्र प्रत्ययः पितः भवन्ति तत्र पितः भवन्ति चेत् तत्र आड् इति आकारः अस्ति तत्रापि इय इति आदेशः भवति वा इति चेत् न यतोहि पित्वम् अध्यारोप्यते अतः एव सूत्रे नितः इति उक्तं नितः इति न उच्यते चेत् नितः इति न उच्यते चेत् तत्र आडुत्तमस्य पिच इत्यनेन आकारः यदा भवति तस्यापि स्थाने इय इति आदेशः स्यात् समीचीनं इय इति आदेशः भवति चेत् सिद्धरूपः न निष्पन्नः भवति सिद्धरूपं न निष्पन्नं भवति कृत्वा तत्र सूत्रे नितः इति उक्तं नितः इति न उच्यते चेत् दोषः जायते तदुक्तपुरुषे अपि कार्यं कर्तुं शक्यते यतोहि तत्र लोट् लकारे आडुत्तमस्य अपि इच्छति सूत्रेण तत्र पित्वमपि अध्यारोपं भवति अस्तु आ इति अपि अस्ति आवहे आवहै इति अस्ति खलु आवहै आवहै इत्यत्र आ इति अस्ति तत्रापि इय इति आदेशः स्यात् खलु आमहे आमहे आ ऐ इत्यत्रापि इति कृत्वा तत्र न अपेक्षितः इति कृत्वा नितः इति इत्यस्य सूत्रे उक्तं स्थापितः एकप्रश्नः अस्ति भगिनि लोट् लकारे आत्मनेपदे प्रथमपुरुषे द्विवचने इताम् आताम् इतां भवति प्रथम सूत्रं टित आत्मनेपदे इति अटित् भागः आम् इति ए भवति आते भवति तदनन्तरम् आमयतः आतामेव पुनरपि भवति. कीदृशम् आतां भवितव्यं सूत्रद्वयं प्रसक्तिः अस्ति अपि कर्तुं शक्यं वा? इदानीं तत्र इदानीं लोट्लकरस्य विषये चिन्तनं कुर्मः, तदानीं भवती पृच्छतु. इदानीं तत्र न आगतं खलु. तत्र प्रथमं प्रथमपुरुषे एकवचने लोट्लकारे तत्र वंशीभगिनी भवती वदतु कथमस्ति प्रत्ययः. आं भगिनि, तत्र मूलप्रत्ययः अस्ति ता अस्ति, सिद्धप्रत्ययः अस्ति ताम् अस्ति. तत्र लोट्लकारे एकः सूत्रः एकं सूत्रं सर्वत्र कार्यं करोति. तत्र आमेतः इति सूत्रम् अस्ति. आमेतः सूत्रं किं वदति इत्युक्ते लोट्लकारस्य एकारस्य स्थाने आम् आदेशः भवति. तस्मात् पूर्वं प्रथमं तु तका त अस्ति. तत्र टित्तात्मने पदे पदानां टेरे इति सूत्रमपि कार्यं करोति, यतोहि तत्र टित्लकारः अस्ति लोट् इति. अतः तत्र तकार त इत्यस्मिन् अन्तिम अकारः टि भागः भवति. अचोन्त्यादिति इति सूत्रेण टि भागस्य लोपः भवति. अतः त इति तकारः अवशिष्यते. तकारस्य अनन्तरं तत्र तित् आत्मनेपदानां टेरे इत्यनेन एकारः भवति, ते इति भवति. तत्र एकारस्य स्थाने आमेतः इति कार्यं करोति, यतः तत्र लोट् लकारः एव तस्य कार्यं भवति. अतः आमेतः इति स्थाने आमेतः इति सूत्रेण तत्र एकारस्य स्थाने आम् आदेशः भवति. अतः ताम् इति सिद्धप्रत्ययः भवति भगिनि. हा, समीचीनं समीचीनम्. इदानीं मीना भगिनी भवती वदतु तत्र द्विवचनप्रत्ययः कः कः मूलप्रत्ययः? मूलप्रत्ययः आताम् अस्ति. एताम् इति भवितव्यं. आम् इति तित् भागः, तस्मात् आते भवति. चित आत्मनेपरेतेरे इति सूत्रेण आते भवति प्रथमं. तदनन्तरम् आमेतः इति सूत्रेण पुनरपि एक आत्योगः एकः आं भवति, आतां पुनरपि भवति. किमर्थम् इति मम प्रश्नः. आमेतः आमेतः इति सूत्रं केवलं तत्र मध्यमपुरुषे एकवच द्विवचने न कार्यं करोति, न प्रथमपुरुषे द्विवचने एव कार्यं करोति इति नास्ति खलु. सर्वत्र तस्य कार्यं, वृष्टिः सर्वत्र पतति, अत्रापि पतति, तावदेव. आमेतः इति सूत्रेण प्रथमपुरुषे एकवचने अपि कार्यमस्ति खलु, तथापि आवश्यकं वा इति न आवश्यकम्. इदानीं तत्र वृष्टिः कथं पतति? समुद्रे अपि पतति खलु. समुद्रे पतति वा न वा? समुद्रं इदानीं न वदति, मम पार्श्वे जलम् अस्ति, किमर्थं वृष्टिः भवति इदानीम् अत्र पतति इति न पृच्छति खलु. एवमेव सूत्राणि अपि पर्जन्यवत् भवन्ति. पर्जन्यवत् भवन्ति इत्युक्ते तेषां व्याप्तिः सर्वत्र भवति, एकत्र इति नास्ति. अत्र रूपं समानम् अस्ति भवतु, तथापि अन्यत्र तस्य सूत्रस्य आवश्यकता अस्ति इति कृत्वा सूत्रं साधितं. तर्हि इदानीमपि तत्र आताम् इत्यत्र यद्यपि साक्षात् न आवश्यकम्, आताम् इति मूलप्रत्ययः एव अस्ति, तथापि तस्य तत्र वृष्टिः पतति इति कृत्वा तत्र वदतु प्रक्रिया. आताम् इति आम् इति भागः, तस्मात् स्थित आत्मनेपरे तेरे इति सूत्रेण आते भवति आम् इति स्थाने. तदनन्तरम् आम् एतः इति स्थाने आत् ए इति अस्ति. तत्र आम् एतः एतः स्थाने आम् भवति, आताम् पुनरपि भवति. तदनन्तरम् आतोन्यतः इति सूत्रेण आताम् आतोन्यत ईताम् भवति. आतोमितः इति सूत्रेण यकारः लोपः लोपो बलि तकारः बलिप्रत्ययः अस्ति, तस्मात् यकारः लोपः इतां भवति. समीचीनं समीचीनम्. आताम् इति मूलप्रत्ययः, टि भागः अस्ति, आम् इति भागः, अत्य अन्तिम अचुर्णः आकारः, तस्य अनन्तरं मकारः, तस्यापि ग्रहणं. तर्हि आम् इति टि भागः, तस्य स्थाने एकारादेशः, अतः आते इति भवति. इदानीम् आमेतः इति सूत्रेण एकारस्य स्थाने आमादेशः, सः आदेशः केवलं लोट् लकारे एव भवति इति कृत्वा तर्हि तत्र आताम् इति रूपं आतो नितः इति सूत्रेण आ इत्यस्य स्थाने इय इति आदेशः, इययोगः ताम्, अधुना लोपो व्योर्वलि, यतोहि ताम् इत्यत्र तकारः वल् प्रत्याहारस्य वर्णः इति कृत्वा यकारस्य लोपः इताम् इति सिद्धप्रत्ययः. अस्तु, इदानीं विजयाभगिनी वदतु तत्र प्रथमपुरुषे बहुवचने. अस्ति वा विजयाभगिनी? अत्र बहुवचने अन्त अन्त इति भवति खलु. अन्त अत्र ज्योन्तः इति सूत्रेण अन्त ज्योन्तः इति सूत्रेण अन्त आदेशः भवति खलु, अतः तत्र अन्त एव तिष्ठति, ज्योन्तस्थाने अन्त आगच्छति बहुवचने. अन्त इति भवति, तदनन्तरं अत्र अस्माकं सिद्धप्रत्ययः कः लोट्लकारे? लोट्लकारे सिद्धप्रत्ययः तु वन्द् इति धातुः अस्ति चेत् तत्र किं भवति लोट्लकारे? लोट्लकारे ताम् आताम् अताम् इति अस्ति खलु भगिनि लोट्लकारे? न, वन्द् इति धातुः अस्ति चेत् लोट्लकारस्य रूपाणि वदतु. वन्द् वन्द् वन्दतां, वन्देतां, वन्दन्ताम्. अन्ताम् इति अस्ति खलु तत्र? अन्ताम्. अतः अत्र अन्ताम् इति सिद्धप्रत्ययः भवेत्. भवती इदानीम् अन्त इति एव साधितं, ततः अग्रे किं? तां योजनेन, तां योजनेन वन्दतां, ताम् इति भवति. तां योजनेन अस्ति, अन्ताम् इति योजनेन, अन्ताम्. अन्ताम् अन्ताम् इति कथं साधयितुं शक्यते? इदानीम् अन्त ज्योन्तः इत्यनेन अन्तादेशः, अनन्तरम् अ इति अस्ति, झ इत्यत्र अ इति अस्ति, अतः अन्त इति साधितं. तत्पश्चात् किं भवति अत्र तित्सु लकारेषु किं कार्यमस्ति? एतावत् यद् यद् उक्तम् अस्माभिः, तित्सु लकारेषु एकं कार्यं भवति खलु, आत्मने पदानां तेरे. ओ आम् आम्, तित आत्मने पदानां तेरे इति सूत्रेण अकारस्य स्थाने एकारः भवति, अन्ते इति भवति. इदानीं लोट् लकारे तदनन्तरम् एकारस्य स्थाने आम् इति आदेशः भवति, आमेतः. आम् आम्, आमेतः इति लोट् लकारे एकारस्य स्थाने आम् आदेशः भवति, ये स्थाने आम् आदेशः भवति. अतः एतत् सूत्रं कार्यं करोति, तिते आत्मने पदानं तेरे इति. अतः तत्र ते स्थाने अत्र इ भवति खलु भगिनि, इताम् इति भवति. न न न, बहुवचने अन्ताम् इति प्रत्ययः खलु, वन्दन्ताम् इति उक्तं खलु भवत्या. लोट् लकारः झ इति प्रत्ययः अस्ति, झ इति मूलप्रत्ययः, तत्र जकारस्य स्थाने झोन्तः इत्यनेन अन्तादेशः, तर्हि अन्त इति भवति. अधुना पितात्मने पदानां टेरे इत्यनेन अन्तिम अच्वर्णः अस्ति अकारः, तस्य स्थाने एकारः, तर्हि अन्ते इति भवति. अधुना आमेतः इति सूत्रेण एकारस्य स्थाने आम् इति आदेशः, अतः अन्ताम् इति सिद्धप्रत्ययः. अवगतं खलु? आं भगिनि, धन्यवादः भगिनि. अस्तु, सूर्यकुमारी भगिनी अग्रे द्विवचने. भगिनि द्विवचने तास् इति प्रत्ययस्य सिद्धप्रत्ययः कः? तास् प्रक्रिया कथं? द्विवचने एताम् द्विवचने इत्थं भगिनि प्रथमपुरुषे न, तत्र मध्यमपुरुषे एकवचने, क्षम्यताम्, एकवचने ताः सिद्धप्रत्ययः. नो नो, क्षम्यताम्, स्वा भगिनि सिद्धप्रत्यय वदतु. सिद्धप्रत्यय स्व मूलप्रत्यय मूलप्रत्ययः से अस्ति नासे न क्षम्यतां नासे तास् अस्ति मूलप्रत्यये तास् अस्ति तास् स्थाने से भवति सूत्रं के से स्थाने तासः से सूत्रं से भवति तदनन्तरं सवाभ्यां वामौ सूत्रेण सापरे एकारः एकारः अस्ति चेत् वकारः भवति स्वा भवति. हा बहु समीचीनं बहु सम्यक्. तर्हि तास् इति मूलप्रत्ययः तस्य स्थाने तासः से इति सूत्रेण से इति आदेशः भवति. अत्रापि चितात्मने पदानां तेरे इति सूत्रस्य प्रसक्तिः तु अस्ति परन्तु तत् प्रबाद्य तासः से इत्यनेन तास्थाने सम्पूर्णतया से इति आदेशः. से इत्यत्र सकार उत्तरवर्ति एकारः अस्ति इति कृत्वा सवाभ्यां वामौ इति सकार उत्तरवर्ति एकारस्य स्थाने व इति आदेशः भवति अतः स्व इति रूपम्. अस्तु इदानीं द्विवचने विनय महोदय. एकक्षण वयं लोट्लकार रैट् लोट्लकार अत्र अत्र प्रथमपुरुषसमान् परन्तु आथाम् आथाम् भवति आथाम् अर्थः अत्र एक आतोनितः अहं जानामि आति परन्तु आस्थाने अत्र सा कोऽपि सम्बन्धः नास्ति आस्थाने ये आयाति अतः यदि वयं आथां सम्बन्धे पश्यामः तर्हि कारद्वयम् आथाम् अर्थात् आ युगत् अलन्त योगा आम् अत्र भवति. यदि आम् स्थाने अचवन्त्यादिति यदि वयं केवलं लोट् सम्बन्धे वदामः तर्हि टिप् अस्ति तर्हि तत्र आम् टि संख्यक तदनन्तरं टि संख्यक तदनन्तरं आस्थाने इ आयाति आम् स्थाने ए आयाति अतः इथे भवति परन्तु तदनन्तरम् ए स्थाने आम् आयाति आमेतः स्थाने तर्हि इथाम् भवति. समीचीनं. एक कार्य त्रयं प्रायः परन्तु थ सम्बन्धः अत्र कोऽपि महत्त्वं नास्ति अन्य कोऽपि विषयः नास्ति. समीचीनं. तर्हि आथाम् इति मूलप्रत्ययः तत्र कीभागः अस्ति आम् तस्य स्थाने एकारादेशः पितात्मने पदानां तेरे तर्हि आथे इति अस्ति आतोनितः इत्यनेन इय इति आदेशः भवति आकारस्य स्थाने अदन्ताङ्गानां तर्हि इययोगः थे तत्र यकारस्य लोपः लोपो व्योर्वलि इत्यनेन तर्हि इत्थे इत्थे इत्यत्र थकारस्य स्थाने आमादेश तकार उत्तरवर्ति एकारस्य स्थाने आमादेशः आमेतः इति सूत्रेण अतः इत्थाम् इति रूपम्. अस्तु अग्रे तत्र गीताञ्जलिभगिनी वक्तुमिच्छति वा द्वम् वदामि भगिनि. नमस्ते भगिनि. नमस्कारः. नमस्कारः. तत्र ध्वम् इति मूलप्रत्यय ध्वमपि अन्तिमप्रत्यय अपि ध्वमेव तत्र ध्वम् अम् इति टि भागः तत्र कित आत्मने आत्मनेपदानां टेरे इति सूत्रेण ए आयाति द्वे भवति तदनन्तरं ए स्थाने पुनः व आयाति सवाभ्यां वामौ इति सूत्रेण पुनः ध्वं नूतनध्वम् आयाति तत्र हा ए स्थाने किम् आयाति ए स्थाने वकार न भगिनि अम् अम् आयाति सवाभ्यां वामौ अम् व अम् वा इति भवति खलु वामौ सवाभ्यां वामं सकारस्थाने वकारस्थाने सकारस्थाने वकार सकार उत्तरवर्ति एकारस्य स्थाने व इति आदेशः तदनन्तरं वकार उत्तरवर्ति एकारस्य स्थाने अम् इति आदेशः सवाभ्याम् इत्यत्र सवाभ्यां तत्र सूत्रस्य अनुवृत्तिसहितसूत्रं किम् अस्ति सवाभ्यां वामौ इत्यत्र लोटः लस्य सवाभ्याम् एतः वामौ एतः इति उक्तम् एतः इति षष्ट्यन्तम् सवाभ्याम् इति तस्य विभक्तिः का पञ्चमी इति वा पञ्चमी द्विवचने पञ्चमी पञ्चमी इत्युक्ते परकार्यं तस्य अनन्तरं कार्यं सकारस्य स्थाने कार्यं नास्ति वकारस्य स्थाने कार्यं नास्ति सकारवकाराभ्याम् एतः इत्युक्ते सकारस्य उत्तरवर्ति एकारः वकारस्य उत्तरवर्ति एकारः तत्र किं कार्यम् इति चेत् वामौ इति उक्तं वामौ इति क्रमेण भवति सकार उत्तरवर्ति एकारस्य स्थाने वकारः अनन्तरं वकार उत्तरवर्ति एकारस्य स्थाने अम् इति आदेशः ओ वकार उत्तरवर्ति ए स्थाने अम् अस्तु अधुना अवगतं भगिनि तदनन्तरं पुनः ध्वम् एव आयाति ध्वमेव आयाति इति भवती अवगतवती परन्तु एकारस्य स्थाने अम् आयाति इति वक्तव्यम् एकारस्य स्थाने अम् क्षम्यतां भगिनि धन्यवादः नास्ति चिन्ता इदानीं तत्र सवाभ्यां वामौ इति सूत्रे तत्र स्पष्टतया अवगन्तव्यं यत् तत्र सवाभ्याम् इति पञ्चम्यन्तम् अस्ति स्थानि नास्ति सवाभ्याम् इति स्थानी इति मनसि स्थापयामः चेत् क्लेशः सवाभ्याम् इति पञ्चम्यन्तं तर्हि एतः एकारस्य स्थाने एव कार्यम् आदेशः कः इति चेत् वामौ इति उक्तं तर्हि व इति कुत्र भवति इति चेत् अत्र क्रमेण चिन्तनीयं सकार उत्तरवर्ति एकारस्य वकारः वकार उत्तरवर्ति एकारस्य अम् इति आदेशः इति सूत्रार्थः खलु आं धन्यवादः भगिनि अवगतम् अस्तु तर्हि मूलप्रत्ययः अस्ति द्वम् इति तत्र टि भागः अस्ति अम् अतः द्वे इति द्वे इति रूपम् इदानीं वकार उत्तरवर्ति एकारः द्वे इत्यत्र वकार उत्तरवर्ति एकारः तस्य स्थाने अम् इति आदेशः भवति सवाभ्यां वामौ इति सूत्रेण अस्तु अग्रे शुभदा भगिनी वक्तुमिच्छति वा लोट्लकारे उत्तमपुरुषे एकवचने आं भगिनि नमस्ते भगिनि नमस्कारः इड् इति मूलप्रत्ययः तत्र ड इत्यस्य इत्संज्ञा लोपः हलन्त्यमित्यनेन तस्य लोपः उभयोः सूत्रेण सूत्रयोः इ इति अवशिष्यते तत्र इ इति एव तस्य टि भागः अतः प्रथमं तु टित आत्मनेपदानां टेरे इत्यनेन तस्य इ इकारस्य स्थाने टि भागस्य स्थाने एकारः अधुना एकारस्य स्थाने आम् इति आदेशस्य प्राप्तिः भवति आमेतः इति सूत्रेण परन्तु तं प्रबाध्य ऐ आदेशः भवति एत ऐ इति सूत्रेण एत ऐ सूत्रं वदति लोट् लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकार आदेशः भवति इति. अतः ए इति वयं प्राप्नुमः तत् तस्य एकारस्य स्थाने अधुना ऐ इति आदेशः ऐ इति आदेशः. अतः ऐ इत्येव प्रथमपुरुष क्षम्यताम् उत्तमपुरुषस्य प्रथमवचने प्रथमवचनस्य रूपं क्षम्यताम् अन्तिमरूपम् उत्तमपुरुषे एकवचने रूपम् अस्ति. हा तत्र क्षम्यताम् एकः विषयः मया न उक्तम्. उत्तमपुरुषस्य आड् आगमः भवति तत्र आडजारीनाम् इत्यनेन तत्र आट् योगः ऐ इत्यनेन सूत्रं किमस्ति केन सूत्रेण आडागमः आडजादीनाम् आडजादीनाम् अस्ति वा अत्र अन्यत् सूत्रमस्ति आडजादीनाम् इति कुत्र कार्यं करोति क्षम्यतां क्षम्यताम् आडुत्तमस्य पिच्छ आडजादीनाम् इति तत्र आडजादीनाम् तत्र धातुः अजादिः अस्ति चेत् आडागमः भवति. आमाम् आडुत्तमस्य पिच्च लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आट् इति आगमः भवति अपि च तत् आगमः सः आगमः पित् भवति इति आडुत्तमस्य पिच्च इति भवति इति सूत्रं वदति. अतः आट् योगः ऐ वयं प्राप्नुमः आट् तत्रापि टकारस्य इति संज्ञा हलन्त्यं तस्य लोपः इत्यनेन आ इति अवशिष्यते आयोगः ऐ. अतः अत्र आटश्च इत्यनेन वृद्धिः भवति वृद्धिः एकादेशः भवति अतः आयोगः ऐ ऐ इति अन्तिमरूपम् इति भवती एव गतवर्गे अस्मान् स्मारितवती अत्र वृद्धिः. आमां केन सूत्रेण वृद्धिः आटश्च इत्यनेन आटश्च इति सूत्रेण अत्र वृद्धिः समीचीनं समीचीनम् इत्युक्ते अत्र किम् अस्ति इति चेत् अत्र अस्माकं मूलप्रत्ययः अस्ति इ इद् इति प्रत्ययः डकारस्य इत्संज्ञा तर्हि इ इति अवशिष्यते. अधुना अत्र सर्वेषु टित्सु लकारेषु टितात्मने पदानां पेरे इत्यनेन टी भागस्य स्थाने एकारादेशः इ इति टी सम्पूर्णतया टी भागः तस्य स्थाने एकारः ई स्थाने एकारः. अधुना एत ऐ इति विशिष्टसूत्रमस्ति एत ऐ इति उत्तमपुरुषे एव कार्यं करोति एकारस्य स्थाने उत्तमपुरुषे सर्वत्र एकारस्य स्थाने ऐकारादेशः भवति तर्हि ए स्थाने ऐ. इदानीम् आडुत्तमस्य पिच्च इति सूत्रेण तत्र आडागमः भवति आट् इति उक्तं तत्र तित् अस्ति इति कृत्वा अद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति तर्हि आयोगः ऐ. अधुना वृद्धिरेचि इति सूत्रस्य प्रसक्तिः अस्ति परन्तु तत्सूत्रं प्रबाद्य आटश्च इति सूत्रम् अत्र कार्यं करोति. आडागमस्य अनन्तरम् अच्वर्णः अस्ति चेत् पूर्वपरयोः वृद्धिः भवति इति कृत्वा आयोगः ऐ तत्र ऐ इति सिद्धप्रत्ययः निष्पन्नः भवति. अस्तु इदानीम् आटश्च इति सूत्रम् अत्र स्थापितं भवती पठति वा? आं भगिनि आटश्च 6189 आडागमात् अचिपरे पूर्वपरयोः वृद्धिरेकादेशो भवति. आटः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः वृद्धिरेचि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् इति. एतत् सूत्रं वदति आट् आगमात् आटः च इति आटः इति पञ्चम्यन्तमस्ति तत् परकार्यं भवति आटः इति पञ्चमी अस्ति अतः तत् परं कार्यं भवति आटः इति इत्यस्मात् परं एकक्षणम् आटः इति पञ्चम्यन्तम् अस्ति खलु अत्र आटः इति पञ्चम्यन्तम् अस्ति अतः तत्र परकार्यम् इति किम् इति तत्र अवगन्तव्यं यद्यपि तत्र आट् इति तित् अस्ति इति कृत्वा अद्यन्तौ टकितौ इति सूत्रस्य विषये चिन्तनं करणीयम् इति अत्र नास्ति. अत्र वस्तुतः आटः इति साक्षात् सूत्रे पञ्चम्यन्तम् इति वयं ज्ञातुं शक्नुमः इति कृत्वा परकार्यम्. अस्तु, वदतु कुत्र कुत्र भवति तत् सूत्रं भगिनि? मम करपत्रे नास्ति. रिफ्रेश् करोतु. अस्ति एत ऐ इति सूत्रस्य अनन्तरं आड् उत्तमस्य पिच्छे आगच्छति, अनन्तरम् एते ऐ, अनन्तरमेव आटश्च इति. पश्यति मीना भगिनी अत्र. भवत्याः पार्श्वे पी डि एफ् प्रायः स्यात् खलु? न, पी डि एफ् प्रिण्टेड् पी डि एफ् एव अस्ति. स्क्रीन् मध्ये पश्यति चेत् अस्ति. ओके, अस्तु भगिनी कृपया वदतु. आट् आडागमात् इत्युक्ते आट् इति आगमः अस्ति, तस्मात् परं कार्यः भवति. अचि परे अचि इति अच् इति सप्तम्यन्तम् अचि इति सप्तम्यन्तम् अस्ति इत्युक्ते पूर्वकार्यं भवति. आट् इति आगमः अस्ति, तस्य तस्मात् परं अचि परे अस्ति चेत्, अच् वर्णः परे अस्ति चेत् पूर्वपरयोः स्थाने तत्र वृद्धि एकादेशः भवति इति सूत्रं वदति. तत्र आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायां, तत्र एकः पूर्वपरयोः इत्यस्य अधिकारः अस्ति अपि च संहितायाम् इति, तत्र वृद्धिः भवति इति वदति. आट् योगः आयोगः अचि परे अस्ति चेत् तत्र किमपि अन्यत् कार्यं भवेत्, परन्तु उदाहरणार्थम् आ योगः इ अस्ति चेत् गुणः भवेत्, परन्तु आयोगः आ इति अस्ति चेत् आयोगः अ अस्ति चेत् अकसर्व सवर्णदीर्घः इत्यनेन इत्यनेन सवर्णदीर्घसन्धिः भवेत्, दीर्घः सन्धिः भवेत्. परन्तु तानि सर्वाणि सूत्राणि प्रबाध्य आटश्च इत्यनेन अत्र वृद्धि एकादेशः एव भवति इति एतत् सूत्रं वदति. इत्युक्ते एतत्तु अपवादसूत्रमिति वयं वक्तुं शक्यते. बहु समीचीनं, समीचीनं, तथैव. तर्हि तत्र यत्र यत्र आडागमस्य प्रसङ्गः अस्ति तत्र तत्र आटश्च इत्यस्य प्रसक्तिः अस्ति वा इति चिन्तनीयम्. आडागमः कदा भवति इति चेत् एकमस्ति आडाजादीनाम् इति एकं सूत्रमस्ति, तेनापि आडागमः भवति. तद् अस्माभिः न पठितम्, अग्रे पठिष्यामः. अनन्तरम् अत्र आड् उत्तमस्य पिच्च इति सूत्रेण अपि आडागमः अस्ति. तादृशसन्दर्भेषु यत्र आडागमः अस्ति तस्य अनन्तरम् अच्वर्णः अस्ति चेत् तदानीं पूर्वपरयोः वृद्धिः आदेशः भवति संहितायां. वर्णानां नैकट्यम् अस्ति चेत् तदानीम् एतादृशकार्यं भवति. इदं सूत्रं वृद्धिरेचि इति सूत्रस्य साक्षात् अपवादः. अकाशवर्णदीर्घः अन्यानि सूत्राणि अपि सन्ति, तेषां सर्वेषाम् अपवादः. अस्तु, तर्हि इदानीं द्विवचने एतावत् अत्र कोऽपि अस्ति वा? एकवारमपि न उक्तवान् अथवा उक्तवती? अस्तु, इदानीं अरविन्द महोदय वदतु. भगिनी अत्र इड् इत्यस्मिन् इत्यस्मिन् प्रसङ्गे एरुः इत्यस्य सूत्रस्य च प्रसक्तिः भवति खलु इति मम. एरुः इति सूत्रं किं वदति? एरुः वदति लोट् लकारस्य लस्य स्थाने इकारस्य स्थाने उः इति वदति. अत्र इड् इत्यत्र प्रत्यये इकारः वर्तते खलु, तत्र एरुः इत्यस्य प्रसक्तिः भवति वा इति. इकारस्य स्थाने उकारः इति वदति. तत्र सूत्रसङ्ख्या का एरुः इत्यस्य? सूत्रसङ्ख्या तृतीयाध्याये चतुर्थपादे षडाशीतिः 86 एरुः. अत्र अस्य सूत्रस्य सङ्ख्या का? तत्र इदानीं प्रथमतया तु टितात्मनेपदानां टेरे भवति, तत्तु एकोनाशीतिः भवति, 79. तत्र टितात्मनेपदानां टेरे इति सूत्रे तत्र आत्मनेपदानाम् इति स्पष्टतया उक्तं खलु? आत्मनेपदानाम् इति स्पष्टतया उक्तत्वात् एरुः इति सूत्रस्य यद्यपि प्रसक्तिः अस्ति तथापि तित आत्मनेपदानां टेरे इति सूत्रं तत्र सूत्रसङ्ख्यादृष्ट्या पूर्वमस्ति वा परमस्ति वा? सूत्रसङ्ख्यादृष्ट्या तु पूर्वमेव अस्ति. टित आत्मनेपदानां तेरे पूर्वमस्ति, एरुः तु परमस्ति. अतः एव किञ्चित् भ्रमः जातः. हा, परं भवतु, परं भवतु, परन्तु अत्र सूत्रे टितः आत्मनेपदानां तेरे भवति इति उक्तम्. अत्र लोट् लकारः अपि टित् अस्ति, तर्हि लकारस्तरे एव टित् लकाराः सन्ति चेत् तत्र टी भागस्य स्थाने एर् तत्र किं टी भागस्य एकारादेशः भवति इति सूत्रं तत्र उक्तम् इति कृत्वा अत्र एरुः इति सूत्रं प्रबाद्य एतत् कार्यं करोति एव, नो चेत् सिद्धप्रत्ययः न सिद्ध्यति. अस्तु, आत्मनेपदानाम् इत्यस्य प्रभावेन. अस्तु, हा, आत्मनेपदानाम् इत्यस्य बलेन अत्र टित्सु लकारेषु भवति एव, अतः एरुः इत्यस्य प्रसङ्गः नास्ति. अस्तु भगिनि. अस्तु, अरविन्द महोदय अग्रे. भगिनी, अत्र संशयः अस्ति. प्रथमपुरुष उत्तमपुरुष एकवचने प्रथमं ए आयाति खलु, तत्र आड् उत्तमस्य पिच्च इत्यनेन एकारस्य आदौ टित् अस्ति इति कृत्वा आड् आगमः आयाति. तत्र आ योगः ए ऐ भवति आटश्च इति सूत्रेण इति वा भगिनि? आयोगः ए इत्यत्र प्रथमम् एत ऐ इति सूत्रेण एकारस्य स्थाने ऐ इति आदेशः भवति. आयोगः ऐ तत् प्रथमं भवति वा आट् आट् उत्तमस्य पिच्च प्रथमं भवति वा? तत्र आड् उत्तमस्य पिच्च प्रथमं भवति चेदपि क्लेशः नास्ति. आट् इति यथा भवती उक्तवती, आडागमः भवतु प्रथमम्, इदानीम् एकारस्य स्थाने ऐकारादेशः भवतु इति करोति अपि क्लेशः नास्ति. तर्हि एकारस्य स्थाने ऐकारादेशः भवति. एत ऐ केवलं न अत्र आवश्यकं, तत्र द्विवचने अपि आवश्यकम्. एत ऐ द्विवचने बहुवचने वहै महै इत्यत्रापि आवश्यकं. यदि एत ऐ इति सूत्रं नास्ति चेत् तत्र वहे इत्येव रूपं सिद्ध्यति, वहै इति न भवति. तत्र द्विवचने बहुवचने आवश्यकम् अस्ति इति कृत्वा अत्र सर्वत्र उत्तमपुरुषे सर्वत्र भवति. सूत्रे उत्तमस्य इति उक्तं, पश्यति चेत् आड् आगमः उत्तमस्य आवश्यकं भवति सर्वत्र, परन्तु एत ऐ इति अपि उत्तमस्य एतः ऐ इति उक्तम्. उत्तमस्य एतः ऐ इति उक्तम्. उत्तमस्य इति न वदति चेत् अत्र केवलं द्विवचने बहुवचने इति किमपि वक्तव्यं, तथा वक्तुं तत्र सङ्केतः नास्ति, तादृशसङ्केतः नास्ति. तर्हि तथा कुर्मः चेत् इतोपि तत्र दीर्घं भवति सूत्रम्. उत्तमस्य इति आड् उत्तमस्य पिच्च इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः साक्षात् वयं स्वीकर्तुं शक्नुमः. यद्यपि एकवचने अनावश्यकम् अस्ति एत ऐ, तथापि तत्र वृष्टि पर्जन्यवत् पतति तत्रापि, क्लेशः नास्ति. भगिनि, एकः संशयः, आटस्य अथवा आड् उत्तमस्य पिच्च ये द्वयोः मध्ये किम् आगच्छति अत्र? किञ्चित् उच्चैः वदतु भगिनि, न श्रूयते. ओ सारि सारि, आटश्च अथवा आड् उत्तमस्य पिच्च द्वयोः मध्ये उत्तमपुरुषे द्विवचने बहुवचने किम् आगच्छति? हा, तत्र पश्यतु, आटश्च इति यदा आगच्छति, न प्रथमं यदा आड् उत्तमस्य पिच्च इति आगच्छति, भगिनी कृपया म्यूट् करोतु प्रतिध्वनिः. आड् उत्तमस्य पिच्च इति सूत्रेण यदा आडागमः भवति तत्पश्चात् एव आटश्च इत्यस्य प्रसङ्गः अस्ति वा नास्ति वा इति चिन्तनीयम्. इत्युक्ते साक्षाद्वयोः युगपत् प्रसक्तिः नास्ति, आडुत्तमस्य इत्यस्यापि प्रसक्तिः अस्ति, आटस्य इत्यस्यापि प्रसक्तिः अस्ति इति नास्ति आदौ. आदौ तु आडागमः भवति. यदा आडागमः भवति तदानीम् आटस्य इति सूत्रस्य प्रसङ्गः अस्ति वा इति द्रष्टव्यं. तर्हि आडागमस्य अनन्तरम् अच्वर्णः अस्ति चेत् तदानीं पूर्वपरयोः वृद्धिः भवति. अवगतं वा? अत्र महीमहि स्थले आडुत्तमस्य कृते इति सूत्रेण अडागमः आगच्छति. ततः परः आटस्य इति सूत्रः अस्ति चेत् वृद्धिः आगच्छति. इदानीं द्विवचने आयोगः वहै, इदानीम् आटस्य भवति वा? वही आयोगः वहि, इदानीम् आटस्य भवति वा? आटस्य अत्र पूर्वमेव किमर्थं आडुतौ अतः एतः ऐ इति सूत्रेण ऐ प्रथमे एव अस्ति. सो आ प्लस् ऐ आवहै न आयोगः वहै, आयोगः वहै इति स्थितौ आटस्य किमर्थं कार्यं न करोति? फल्वर्णः अस्ति, अच् पदे एव कार्यं करोति, न अच् नास्ति, वकारः अच् नास्ति. आयोगः वहै इत्यत्र वकारः अच्वर्णः नास्ति इति कृत्वा वृद्धिः न भवति. अत्र आवह इति केवलं वर्णमेलनम्. इदानीं पुनः एकवारं वदामि, वद शृणोतु. प्रथमम् एकवचनस्य विषये वदामि, कृपया म्यूट् करोतु. इदानीं मूलप्रत्ययः अस्ति इ इति प्रत्ययः, इड् इति प्रत्यये इत्संज्ञा भूत्वा इ इति मूलप्रत्ययः. इदानीम् इ इत्यस्य पित आत्मनेपदानां तेरे इत्यनेन इत्यस्य एकारादेशः भवति. तर्हि इदानीम् ए इति अस्ति, तत्र एत ऐ इति सूत्रेण ऐकारादेशः, ऐ इति इदानीं सिद्धम्. इदानीम् आड् उत्तमस्य पिच्च इति सूत्रेण आट् आगमः भवति प्रत्ययस्य आदौ, यतोहि तत्र आट् इति तित् अस्ति. कस्य आगमः सूत्रे इति चेत् उत्तमस्य आगमः. उत्तमपुरुषे ये ये प्रत्ययाः सन्ति तेषां सर्वेषाम् आगमः अस्ति आट् आगमः. न केवलम् आगमः, तत्र पित्वमपि अध्यारोप्यते. तर्हि आयोगः ऐ इति स्थितौ, आयोगः ऐ इति स्थितौ आडागमस्य अनन्तरं तत्र सामान्यतया वृद्धिरेचि इति सूत्रेण वृद्धिः भवितुम् अर्हति. परन्तु तत् सूत्रं प्रबाद्य आटश्च इति सूत्रेण आडागमः अपि अस्ति, आडागमात् अङ्गात् आडागमात् प्रत्ययात् प्रत्यादपि न वक्तव्यम्, आडागमात् अचिपरे पूर्वपरयोः वृद्धि आदेशः इति अस्ति. तर्हि आयोगः ऐ इति स्थितौ आडागमस्य अनन्तरम् ऐ इति अच्वर्णः अस्ति इति कृत्वा आयोगः ऐ अनयोः पूर्वपरयोः स्थाने वृद्धिः आदेशः भवति. वृद्धिसंज्ञकवर्णः कः इति चेत् ऐकारः एव. अतः ऐ इति आदेश ऐ इति आदेशः भवति. तर्हि तत्र ऐ इति सिद्धप्रत्ययः इति एकवचने. द्विवचने कथं भवति इति अत्र वहि इति मूलप्रत्ययः. अत्र किम् अरविन्द महोदय वदतु, वहि इति प्रत्ययः अस्ति चेत् कथं भवति? भगिनी संशयः अत्र केवलं प्रत्ययस्य एव आटश्च इत्यनेन वृद्धिः भवति. अनन्तरं धातु अनन्तरं विकरणप्रत्ययः योजयामश्चेत् तत्र पुनः वृद्धिरेचि एव आगच्छति खलु? वन्दै इति आवश्यकं, तत्र वन्द् धातुतः अकारः आयाति विकरणप्रत्ययः. अनन्तरम् ऐ इति प्रत्ययः अस्ति, तत्र वन्दै इति वृद्धिरेचि इत्यनेन एव भवति खलु? सत्यं, तत्र अन्यत् किमपि भवितुं नार्हति. अस्तु तर्हि अत्र आटश्च अपि इत्यपि आयाति अनन्तरं वृद्धिरेचि इत्यपि आयाति हा वृद्धिरेचि इति आयाति तदानीम् अङ्गस्य योजनसमये वृद्धिरेचि योजनसमये हा इदानीं सिद्धप्रत्ययः ऐ इत्यत्र आटश्च इत्येव कार्यं समीचीनम् अस्तु अस्तु अरविन्द महोदय वदतु उत्तमपुरुष द्विवचने वहिङ् इति मूलप्रत्ययः ङकारस्य हलन्त्यम् इति संज्ञा भूत्वा तस्य लोपः इति विधिना लोपो भवति वहि इति प्राप्ते सति स्थितात्मने वहि एव इति वहि एव प्राप्ते सति स्थितात्मने पदानां तेरे इति टि शब्दिकस्य ईकारस्य एकारः भवति इति कृत्वा वहे इति सिद्ध्यति तदनन्तरम् आत एत ऐ इति सूत्रेण एकारस्य अन्तिम एकारस्य ऐकारादेशो भवति इति कृत्वा वहै इति भवति तदनन्तरम् आडुत्तमस्य पिच्च इति सूत्रेण आट् आगमः भवति आयोगः वहै इति आवहै इति सिद्धरूपम् एवं पित्तुमपि विधीयते बहु समीचीनं तर्हि तत्र आटश्च इति कार्यं करोति वा आटश्च अत्र कार्यं न करोति आट् आगमात् अनन्तरम् अच् नास्ति हल् अस्ति इति कृत्वा आटस्तमस्य आटश्चस्य प्रसक्तिः नास्ति अत्र बहु समीचीनम् अत्र उमा भगिनी अधुना अवगतं वा अवगतं भगिनि आडुत्तमस्य पिच्च इति सूत्रेण आगच्छति सो प्रथमे आत्मनेपदे तेरे इति वदति वही विकं वहे तदनन्तरम् आडुत्तमस्य पिच्छः इति सूत्रेण वहे विकं सोरि आवहि विकम् आवहै बिकास् है ऐ आलरेडि देर् सो आवहै आगच्छति अत्र आटश्च इति सूत्रः कार्यं न करोति सत्यं वहि इति वहे भवति चित्तात्मनेपदानां तेरे इति वहे भवति तदनन्तरम् एत ऐ इति सूत्रेण वहै इति भवति आडागमः अपि भवति पित्वमपि अध्यारोपयामः आवहै इति पित् प्रत्ययः अधुना अस्तु इदानीं समीचीनम् इदानीं महि इति अस्ति तत्र शोभा भगिनी वदतु किम् आं भगिनि वदामि महि इति मूलप्रत्ययः तत्र आमहै इति सिद्धप्रत्ययः भवेत् महिङ् इत्यस्य अन्त्यनकारः हलन्त्यम् इत्यनेन इत्संज्ञा प्राप्नोति अपि च तस्य लोपः इत्यनेन लोपः भवति महि एव तिष्ठति अधुना महि इत्यस्य तत्र प्रथमं टित आत्मनेपदानां टेरे इति सूत्रम् आगत्य अन्त्य इकारस्य स्थाने टि संज्ञा तत्र अचोन्त्यादि टि इत्यनेन टि संज्ञा भवति तदनन्तरम् इकारस्य एकारः टितात्मनेपदानां टेरे इति सूत्रेण अधुना महे इति भवति अनन्तरं तत्र उत्तमपुरुषस्य प्रत्ययः इति कृत्वा आडुत्तमस्य पिच्च इति सूत्रं कार्यं करोति आयोगः आट् इत्यस्य टकारस्य इत्संज्ञा लोपः अपि आ एव तिष्ठति आयोगः महे भवति तदनन्तरम् एत एस् इति सूत्रम् उत्तमपुरुषे एव कार्यं करोति अपि च उत्तमपुरुषे प्रत्ययस्य यः एकारः अस्ति तस्य ऐकारः भवति इति तत्र आयोगः मह् योगः एकारस्य एत ए इत्यनेन ऐकारः भूत्वा आमहै इति रूपं निष्पन्नम् एत ऐ इति सूत्रेण एकारस्य स्थाने ऐकारः आमहै इति रूपं बहु सम्यक् वदति समीचीनम् एतावता बुद्धं खलु लट् लोट् बुद्धं खलु कोऽपि प्रश्नः अस्ति वा नो चेत् अग्रे गन्तुं शक्नुमः भगिनी एकः प्रश्नः तत्र यत् जयलक्ष्मी भगिनी उक्तवती किल तत्र ईड् स्थाने लट् लकाररूपे एरु किमर् एरुः सूत्रं किमर्थं कार्यं न करोति, तत्र एकः विचारः अस्ति, तत् समीचीनं वा न जानामि. तत्र एरुः सूत्रं यदि कार्यं करोति अपि तत्र उकारः आगच्छति, उकारः अनन्तरमपि टित् आत्मनेपदेनां टेरे इति कार्यं कर्तुम् अर्हति, यतोहि तत्र पूर्वमपि कार्यं कर्तुम् अर्हति, परमपि कार्यं कर्तुम् अर्हति. अतः नित्यत्वात् एतस्य सूत्रस्य एव कार्यं भवितुम् अर्हति, एरुः इति सूत्रं कार्यं न कर्तुम् अर्हति इति समीचीनं चिन्तनं वा न? हा, नित्यत्वात् इति वक्तुम् इच्छति चेत् तदपि वक्तुं शक्नुमः. लोट् लकारे सर्वत्र एरुः, सर्वत्र एरुः इत्यस्य कार्यं भवितुम् अर्हति, तर्हि उकार आदेशः भवति. तत्र उकारः टि संज्ञा भवितुम् अर्हति. हा, टि संज्ञा भवितुम् अर्हति, परन्तु तत्र कः क्लेशः इति चेत् इदानीं पित आत्मनेपदानां तेरे इत्यत्र टीभागस्य स्थाने एकारः इति उक्तं, टीभागस्य स्थाने एकारः इति एव तावदेव उक्तं खलु, अन्यत् किमपि उक्तं वा तत्र? टितः लस्य आत्मनेपदानां तेः ए इति उक्तं, तर्हि तत्र टीभागस्य एकारः, तर्हि त इति मूलप्रत्ययं स्वीकुर्मः चेत् तत्र एरुः इति सूत्रेण, एरुः इति सूत्रं किं वदति तत्र? एरुः इति वदति लस्य लोट् लकारेः लस्य इकारस्य स्थाने उकारः भवति, तर्हि उत्तमपुरुषे एव तत्र कार्यं खलु, उत्तमपुरुषे एव कार्यं खलु, इ इति मूलप्रत्ययः अस्ति, तर्हि तत्र इ इत्यस्य स्थाने तत्र उ इति भवति खलु, हा उ भवति, तर्हि इदानीं तदपि टी संज्ञा भवितुम् अर्हति न? उकारः तु टी संज्ञा भवितुम् अर्हति, उ इत्यपि टी संज्ञा, टी संज्ञा इत्यस्य स्थाने एकारादेशः, कितात्मने पदानां तेरे इत्यनेन एकारः, तत्पश्चात् तत्र एकार एतः इति कार्यं भवति, इत्युक्ते भवती वक्तुमिच्छति तत्र नित्यत्वात् कार्यं स्थित आत्मनेपदानां तेरे इत्येव कार्यं करोति, पूर्वमपि भवितुम् अर्हति, अनन्तरमपि भवितुम् अर्हति इति. आम् आम् मम चिन्ता. हा हा हा, समीचीनमस्ति. परन्तु अत्र किम् अहं वक्तुम् इच्छामि इति चेत् अत्र मूलप्रत्ययेषु इ इति अन्यत्र कुत्रचित् अस्ति वा? कुत्र अस्ति? आत्मनेपदानां तु नास्ति तत्र तु, इत्युक्ते तत्र इय इति यदा आदेशः भवति तत्र इ इति अस्ति खलु, तत्र इ इति अस्ति खलु इत्यत्र, आताम् इत्यत्र इय इति आदेशः भवति आकारस्य लोपोवियोगेन यकारस्य लोपः, तर्हि तत्र इते इति सिद्ध्यति, इते इति सिद्ध्यति. तत्रापि एरुः इत्यनेन ईकारस्य स्थाने एकारः भवितुम् अर्हति वा? इते इत्यस्मिन् कथं भवति? न भवति न, तत्र तु इते इत्यस्मिन् भगिनि भ्रस्मैपदे एव खलु? न, तत् न उक्तं, न किमपि न उक्तं तत्र, सूत्रेण कृत्वा किमर्थम् आत्मनेपदीप्रत्ययानामपि भवतु इति प्रश्नः. तर्हि अत्र इते इति स्थितौ सूत्रे किम् उक्तं? लस्य एहे उहु, लस्य एहे उहु इति उक्तं, तर्हि लस्य स्थाने यः इकारः तस्य उहु इति आदेशः इति उक्तम्, तर्हि इदानीम् इय इति आदेशः अपि तत्र प्रत्ययस्य एव आदेशः खलु, आ इति प्रत्ययस्य आदेशः, तर्हि इति अस्ति, तत्रापि एरुः इत्यनेन उ इति भवति वा इति प्रश्नः खलु. अतः तत्र अत्र नित्यसूत्रम् अस्ति वा नास्ति वा इति चिन्तनार्थं समग्रतया चिन्तनीयं, सम्पूर्णतया अन्यत्र कुत्रापि दोषः भवितुम् अर्हति वा इति चिन्तयन्तु सर्वे, गृहपाठरूपेण चिन्तयन्तु. अग्रिमसप्ताहे वयं चर्चिष्यामः, यतोहि समग्ररीत्या चिन्तनीयं. एकस्य प्रत्ययस्य विषये एव न, परन्तु समग्रतया. तदेव अत्र अत्र अत्र सामान्यस्थितौ तत्र अङ्गकार्यम् अस्ति चेत् एवं नित्यं वा अपवादः वा इति चिन्तनार्थं क्लेशः न भवति अधिकं, परन्तु प्रत्ययस्थले एतादृशबलाबलस्य चिन्तनस्य कृते किञ्चित् तत्र क्लेशः वर्तते. किमर्थम् इति चेत् अत्र अस्माकं सिद्धप्रत्ययः कः इति वयं जानीमः, अतः लक्ष्यम् आधारीकृत्य कार्यं स्वीकर्तव्यं. तर्हि लक्ष्यम् आधारीकृत्य कार्यं न स्वीकुर्मः चेत् दोषः भवितुम् अर्हति, अतः समग्रतया चिन्तयन्तु एकवारम् अन्यत्र कुत्र कुत्रचित् दोषः भवति वा इति. तथैव वक्समिसिङ्ग् इत्यत्रापि इकारः अस्ति इति कृत्वा एरुः भवति, तदपि न प्राप्तिः तु न भवति, केवलम् उक्तवती. हा, एरुः इति तत्रापि भवति चेत् वहु इति भवति, अनन्तरं वहु इति भवति टी भागस्य स्थाने एकारः वहे, अनन्तरम् एत ऐ इति, तत्र तत्र ई वहि महि इत्यत्र क्लेशः नास्ति, परन्तु यत्र इय इति आदेशः भवति तत्र भवति वा इति प्रश्नः. यतोहि तत्र टी भागस्य कार्यं नास्ति, सितात्मने पदानां तेरे इत्यस्य कार्यं न भवति तत्र, खलु? तत्रापि भवति खलु, अन्ते भवति खलु, इय इति आदेशः आदौ अस्ति. य इति आदेशः आदौ अस्ति खलु, तस्य स्थाने एरुः इत्यनेन उ इति भवति चेत् तत्र तत्र अत्र वस्तुतः चिन्तनीयं, चिन्तयन्तु समग्रतया चिन्तयन्तु, तत्र कः काः सम्भावनाः सन्ति इति चिन्तयन्तु. भवति अपि कार्यं पुनः भवति वा भगिनि? किम्? य आदेश भवति पुनः पुनः प्रथमकार्यं भवति वा न वा इति प्रश्नः तत्र किं भवितुम् अर्हति, भवति वा न वा इति सर्वं चिन्तनीयम्. ओके, तत्र सम्पूर्णतया चिन्तनीयं, तत्र भवति चेत् कः क्लेशः, न भवति चेत् तत्र कुत्रचित् तादृशम् उक्तं वा न भवितुम् अर्हति इति उक्तं वा, न भवति चेत् किं तत्र किं प्रमाणम् इति समग्रतया एकवारं चिन्तयन्तु, तावदेव अभ्यासः भवति. यथा इदानीं वंसि भगिनी उक्तवती अत्र किमर्थं नित्यसूत्रं नास्ति इति सा चिन्तितवती, नित्यसूत्रं भवितुम् अर्हति खलु इति सा चिन्तितवती, तत् समीचीनं वा न वा इति समग्रतया चिन्तयन्तु, तावदेव. समीचीनं भवितुम् अर्हति न इति न वदामि, परन्तु चिन्तयित्वा तत्र उत्तरं किम् इति वदन्तु. अस्तु भगिनि, तत्र कृताकृतप्रसङ्गः अस्ति वा नास्ति वा तस्य चिन्तनं भवेत् इति. हा, तदेव भगिनी उक्तवती, वंसि भगिनी कृताकृतप्रसङ्गं प्रसङ्गः अस्ति इति सा चिन्तयित्वा उक्तवती अत्र कृताकृतप्रसङ्गः अस्ति. चितात्मने पदानां तेरे इति सूत्रं पूर्वमपि भवितुम् अर्हति, एरुः इत्यस्य कार्यानन्तरमपि भवितुम् अर्हति इति कृत्वा तत्र टितात्मने पदानां तेरे इति नित्यसूत्रम् अस्ति, अतः तस्य कार्यम् एव भवति इति सा उक्तवती. अस्तु अवगतम्. तादृशचिन्तनं समीचीनं वा न वा इति भवन्तः सर्वे चिन्तयन्तु, चिन्तयित्वा अग्रिमसप्ताहे वदन्तु. अस्तु, तर्हि इदानीम् अग्रे लङ् लकारस्य विषये चिन्तनं कुर्मः. लङ् लकारस्य विषये अत्र किञ्चित् पठामः आदौ. तत्र कः पठति? विजयलक्ष्मी भगिनी पठितुमिच्छति वा? आं भगिनी, पठामि. आटश्च इति अनन्तरं खलु, आत्मनेपदे लङ्लकारस्य तिङ् प्रत्ययः सिद्धि, तदेव न? आं भगिनि. नियमाः: लङ् टित् नास्ति, अतः टित आत्मनेपदानां टेरे टेः स्थाने एत्वं थासः से थासः स्थाने से, अस्य नियमद्वयस्य प्रसक्तिः नास्ति. यतोहि लङ् टित् नास्ति इति कृत्वा टित आत्मनेपदानां टेरे न आयाति, तत्तु केवलं लट् लोट् एतेषां कृते एव भवति. अत्र लङ् अस्ति. अनन्तरं था सह से, था सह स्थाने से, अत्र किमर्थं न आयाति भगिनि? तदपि टित् लकारेषु एव कार्यं करोति. ओ आम् आम् टित् लकारेषु एव भवति. अत्र द्वितीयः बिन्दु, अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वं स्यात् इत्यस्य नियमस्य प्रसक्तिः भवति टित्सु अपि ञित्सु अपि. अङ्गम् अदन्तम् अस्ति चेत् आतोनितः इत्यनेन इय आदेशः तदा लोपो व्योर्वली इत्यनेन वल् आदिप्रत्यये परे यलोपः. ओके, एतत्तु अत्रापि कार्यं करोति, यतोहि टित्सु णित्सु द्वयोः स्थाने अस्य प्रसक्तिः, एते द्वे सूत्रे प्रसक्तौ सन्तः. न जाने सम्यक् वा. नियमान् अनुसृत्य कार्यम् एवम्. एकक्षणम् एकक्षणं. तर्हि प्रथमतया लङ्लकारः टित् नास्ति, नित् अस्ति. लङ्लकारः टित् नास्ति, अतः लट् लट्लकारे लोट् लकारे यद् अस्माभिः इदानीं चर्चितं, पितात्मने पदानां तेरे तस्य प्रसङ्गः नास्ति लङ्लकारे इति स्मर्तव्यम्. अपि च तासहसे इति सूत्रमपि तित्सु एव कार्यं करोति, लट् लटि लोटि एव कार्यम्, अतः लङ्लकारे तस्य कार्यं नास्ति. इदानीम् आतोनितः इति सूत्रं यथा तत्र लट्लकारे लोट् लकारे तस्य कार्यमासीत् तथैव अत्रापि कार्यम् अस्ति. लोपोव्योर्वलि इति तु सामान्यवर्णनिमित्तिककार्यम्, अतः यत्र कुत्रापि प्रसङ्गः भवितुम् अर्हति. इदानीम् अदन्तम् अङ्गम् अस्ति इति कृत्वा आतोनितः इत्यस्य प्रसङ्गः अस्तु. इदानीं समीचीनं, धन्यवादः भगिनी. इदानीम् अग्रे गोमती भगिनी पठति वा? पठामि भगिनि. लोटो लङ्वत् अत्र अस्माकम् इच्छा, तस्य कोऽपि प्रसक्तिः नास्ति इति वा? हा, लोटो लङ्वत् इति अत्र लोटो लङ्वत् इत्यस्य प्रयोजनं किम्? अत्र तु प्रयोजनं नास्ति इति कृत्वा न अङ्गीकुर्मः वा? अत्र तु न लोट् लकारे, लङ् लकारे तत्र लोटो लङ्वत् इत्यस्य प्रयोजनं नास्ति. लोट् लकारः लङ्वत् भवति इति सूत्रं वदति खलु. लोटः लोट् लकारः लङ्वत् भवति इति उक्तं. तर्हि इदानीम् अस्माकं लोट् लकारस्य विषये चर्चा जाता. तत्र लङ्वत् भवति चेत् प्रयोजनं किम्? किम् अस्ति प्रयोजनं? परस्मैपदी प्रत्ययानां विषये किम् आसीत् प्रयोजनं लोट् लङ्वत्वम् आरोपितं, नित्वम् आरोपितं, तस्य प्रयोजनं किम्? नित्वत् भवति चेत् नित् इत्यस्य बहवः सूत्राणि सन्ति. वयम् अत्र दृष्टवन्तः, चत्वारः कार्याणि सन्ति खलु, चत्वारि कार्याणि. एकं वदतु. तत्र वृद्धिः न भवति, अनन्तरं गुणः न भवति, अनन्तरम् अङ्गस्य विषये, अङ्गस्य विषये, अनन्तरम् इतोपि कार्याणि सन्ति. अहं तु इदानीं सूत्राणि सन्ति स्मरामि. नित्यं नितः. इदानीं तस्समीपं तान्तं तामः इत्यस्य प्रयोजनम् अस्ति वा लोट् लकारे अत्र आत्मनेपद आत्मनेपदप्रत्ययानां? आत्मनेपदी प्रत्ययानां तु नास्ति. मूलप्रत्यय तस् नास्ति, तस् मूलप्रत्ययः कुत्रापि नास्ति. मूलप्रत्ययः तादृशं नास्ति, अतः तस्य समीपं तान्तं तामः इत्यस्य प्रयोजनं नास्ति. नित्यं नितः इत्यस्य प्रयोजनमस्ति वा? अस्ति अस्ति वा? कुत्र नास्ति? नास्ति उत्तमस्य उत्तमपुरुषे सकारः अस्ति वा कुत्रचित् प्रत्यये उत्तमपुरुषि हा नास्ति नित्यं नितः इत्यस्य कार्यं नास्ति तदनन्तरं किम् अस्ति प्रयोजनम् इतश्च इति उक्तं खलु इतश्च इतश्च इत्यस्य इति सूत्रं किं वदति इतश्च इति सूत्रं तत्र साक्षात् परस्मैपदीप्रत्ययानामेव इति वदति परस्मैपदस्य इत्येव वदति अतः इतश्च इत्यस्य प्रसक्तिः एव नास्ति अत्र यदि सूत्रे परस्मैपदम् इति न उक्तं चेत् तदानीं तत्र आत्मनेपदी अपि भवितुम् अर्हति तदानीं क्लेशः अस्ति यतोहि इ इति अस्ति अत्र खलु आत्मनेपदे आत्मनेपदप्रत्ययेषु उत्तमपुरुषे इ इति अस्ति अतः इतश्च इत्यस्य कार्यं तत्र भवति वा इति चेत् न भवति किमर्थं न भवति इति चेत् सूत्रे परस्मैपदम् इत्यस्य अनुवृत्तिः अस्ति तस्य प्रयोजनं तदेव परस्मैपदम् इति न उक्तं चेत् आत्मनेपदी अपि भवितुम् अर्हति तद् न इष्यते इति कृत्वा परस्मैपदम् इत्यस्य अनुवृत्तिः अस्ति तस्मिन् सूत्रे तर्हि लोटो लङ्वत् इति वदामः चेदपि अत्र लङ्वत् इत्यस्य प्रयोजनं किमपि नास्ति अतः सूत्रस्य कार्यम् अनावश्यकम् अवगतं वा लोटो लङ्वत् लङ्गो लोट्वत् इति तु नास्ति तर्हि लङ् पूर्वं कृत्वा अनन्तरं लोट् करणीयं वा भगिनि न लङ्वत् इत्युक्ते तत्र लङ्वत् इत्युक्ते लङ् लकारे यानि कार्याणि भवन्ति तादृशकार्याणि लोट् लकारे अपि भवन्ति इति वक्तुं तद् लङ् लकारं दृष्ट्वा एव लोट् लकारस्य कर्तुं शक्यते लङ्लकारं दृष्ट्वा एव इति नास्ति लङ्लकारस्य कृते यानि सूत्राणि सन्ति तानि स्वीकृत्य लोट्लकारे अपि भवन्ति लङ्लकारं कृत्वा एव इति नास्ति लङ्लकारस्य विषये यानि सूत्राणि सन्ति इति अवगम्य तदानीं तादृशसूत्राणि लोट्लकारे अपि तेषां प्रसक्तिः भवितुम् अर्हति इति अस्तु तर्हि इदानीम् अग्रे गच्छेम वा तत्र पठामि भगिनि कृपया पठतु नियमान् अनुसृत्य कार्यम् एवं ता किमपि कार्यं नास्ति ता इति लङ् प्रत्ययः निष्पन्नः आता तित्सु तेजे एत्वं किन्तु लङ् नित अतः टि भागः आम् इत्येव तिष्ठति अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आस्थाने इ इताम् इति लङ्प्रत्ययः निष्पन्नः झ झ स्थाने अन्त आदेशः अन्त युग आ अन्त इति लङ्प्रत्ययः निष्पन्न एतत् त्रीणि वदामि भगिनि प्रथमपुरुष एकवचन द्विवचन बहुवचनप्रत्ययः ता आतां छ इति मूलप्रत्ययाः सन्ति एकवचने ता एव अस्ति नित् लटित् नास्ति लङ्टित् लकारः नास्ति अतः टित आत्मनेपदानटेरे इत्यस्य सूत्रस्य प्रसक्तिः नास्ति अतः ता एव तिष्ठति तत्र किमपि कार्यं न भवति ता इति लङ्प्रत्ययः निष्पन्न प्रथमपुरुष एकवचनरूपं सिद्धरूपं ता इति अनन्तरम् आताम् इत्यस्य स्थाने तत्र अपि टित आत्मनेपदानां टेरे सूत्रस्य प्रसक्तिः नास्ति परन्तु अत्र प्रथमम् आ इति अस्ति अदन्तात् अङ्गात् परे आकारः अस्ति चेत् तत्र आकारस्य इय आदेशः भवति इय इति भवति इय ताम् इति भवति यकारस्य परे वल् प्रत्याहारवर्णत्तकारः अस्ति लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः भवति केवलं कि एव तिष्ठति अतः रूपं भवति इताम् इति प्रथमपुरुष द्विवचनसिद्धरूपं प्रथमपुरुष बहुवचनरूपं मूलप्रत्ययः झ झ अस्ति झकार अकारः वर्णयोः समूहः झकारस्य स्थाने अन्त आदेशः भवति झोन्तः इति सूत्रेण, अतः झा भवति अन्त योग अ अन्त इति, तत्र किमपि कार्यं न भवति, अन्त एव सिद्धप्रत्ययः, ता इताम् अन्त इति सिद्धप्रत्ययः। समीचीनम्, अग्रे पठामि। अग्रे धन्यवादः भगिनी। अग्रे गीताञ्जलि भगिनी अग्रे पठतु। धन्यवादः भगिनी। पठामि भगिनी। तत्र थास् टित्सु से आदेशः, किन्तु लङ् ङित् अतः थास् इत्येव तिष्ठति। टित्सु से आदेशः, से टित्सु से आदेशः अस्तु, थासः से इति सूत्रेण, किन्तु लङ् ङित् अतः थास् इत्येव तिष्ठति। अस्तु अस्तु, टित् टित्सु नास्ति चेत्, ङित्वदस्ति चेत् थास् एव तिष्ठति। रुत्वविसर्गौ थाः इति लङ् प्रत्ययः निष्पन्नः इति सूत्रमस्ति। इति सूत्रमस्ति न भगिनि, रुत्वविसर्गौ इति सूत्रेण सूत्रेण भवति, हा ससजुषोरुः इति सूत्रेण, किन्तु अत्र इति सूत्रं भगिनि, रुत्वं विसर्गौ ऋत्वम् इति कार्यं ससजुषोरुः इति सूत्रेण, विसर्गः इति कार्यं हरवसानयोर्विसर्जनीयः। अस्तु इति मिलित्वा वदन् दत्तम्। अस्तु अस्तु, आथाम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आ स्थाने ह्रस्व इकारः, इथाम् इति लङ् प्रत्ययः निष्पन्नः। अस्तु, तदनन्तरं ध्वं किमपि कार्यं नास्ति, ध्वम् इत्येव लङ् प्रत्ययः निष्पन्नः। अस्तु, तत्र मध्यमपुरुषे थास् आथां ध्वं मूलप्रत्ययाः सन्ति, तत्र थास् इति स्थाने थाः आयाति, किमर्थं थास् सेहेतु प्रसक्तिः नास्ति, लङ् टित्वत् नास्ति चेत् थासः से इति प्रसक्तिः नास्ति। तदनन्तरं थास् एव तिष्ठति, थास् सकारस्य स्थाने ससजुषोरुः इति सूत्रेण रुः आदेशः भवति, खरवसानयोर्विसर्जनीयः इति सूत्रेण रेफस्थाने विसर्ग आदेशः भवति, थाः इति निष्पन्नं भवति। आथाम् इति दत्तम्, अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् इत्युक्ते इथाम्, इथाम् स्थाने इय इति आदेशः, इय हा हा क्षम्यताम्, इय, तदनन्तरं लोपोभ्योर्वली इति सूत्रेण यकार लोप जात चेत् इ एव तिष्ठति, इयोगथाम् इथाम् इति निष्पन्नं भवति। ध्वं ध्वम् अत्र किमपि कार्यं नास्ति, ध्वमेव तिष्ठति इति। धन्यवादः, समीचीनं, धन्यवादः भगिनी। इदानीं लक्ष्मी भगिनी, अत्र ध्वम् इत्यस्य स्थाने कार्यं नास्ति, अत्र तु वक्तुं शक्यते लोटो लङ्वत् इति, लोट् लकारे अपि ध्वम् इत्यस्य स्थाने कार्यं नास्ति इति, किमर्थं टी भागस्य एतत् सर्वं करणीयम्? न अत्र सूत्रं नास्ति अत्र सूत्रं किमपि नास्ति अत्र सूत्रं किमपि नास्ति तित आत्मनेपदानां तेरे इति सूत्रस्य प्रसङ्गः नास्ति लङ्लकारे लङ् टित् नास्ति परन्तु लोट् तु टित् अस्ति अतः तत्र टितात्मनेपदानां तेरे इत्यस्य कार्यं भवति एव भगिनि अत्र आसामित्युक्ते स्थिपाकः किमर्थम् उक्तं तत्र न टित्सु टेः एत्वं भवति किन्तु अत्र लङ् टित् नास्ति इति उक्तं खलु परन्तु टी भागः आम् इत्येव तिष्ठति इति टी भागः एव इति नास्ति तत्र किमर्थं न अत्र किं वक्तुमिच्छति चेत् अत्र लोट्लकारस्य अपेक्षया लङ्लकारे भेदः कः इति चेत् लोट्लकारे आताम् इत्यत्र आम् इति भागस्य स्थाने एकारादेशः भवति परन्तु अत्र लङ्लकारे लङ्लकारः नित् अस्ति टित् नास्ति इति कृत्वा आम् इति भागः टि भागः तथैव तिष्ठति तस्य परिवर्तनं नास्ति इति वक्तुम् इच्छति तावदेव यत्र लङ् वा लङ् वा लोट् वा टि भागः अस्ति वा अस्ति पितात्मने परे तेरे सूत्रशक्तिः नास्ति परन्तु टि भागः समानमेव वा टि भागः सर्वत्र भवति खलु टि भागः अचोन्त्यादिति इत्यनेन टि भागः सर्वत्र भवितुम् अर्हति टि भागस्य किमपि कार्यम् अस्ति वा नास्ति वा इति द्रष्टुं सूत्रम् आवश्यकम् लक्ष्मीभगिनी समापयतु कृपया समयः अतीतः आं भगिनि उत्तमपुरुषे इट् इति प्रथम वचने एकवचने इट् इत्यस्य डकारस्य इत् संज्ञा लोपः च भवति केवलम् इ इति एव तिष्ठति तत्र अन्य किमपि कार्यं नास्ति द्विवचने वहि इति प्रत्ययः तत्रापि किमपि कार्यं नास्ति वहि इति एव लङि सिद्धतिङ् प्रत्ययः तदेव अस्ति महि इत्यस्य ङकारस्य इत्संज्ञा भूत्वा तस्य लोपः च भवति महि इति तिष्ठति तदेव तिष्ठति अन्य किमपि कार्यं नास्ति समीचीनम् अत्र ई वहि महि इति सिद्धतिङ् प्रत्ययः निष्पद्यते उत्तमपुरुषस्य बहु समीचीनम् इति तत्र समाप्तः लङ्लकारः तावदेव अन्यत् किमपि नास्ति विशिष्टसूत्रं किमपि नास्ति अत्र बहु सरलमस्ति तर्हि अत्र सिद्धप्रत्ययः के इति एकवारं वदतु सम्पूर्णतया ता इताम् अन्त थाः इथां ध्वम् इ वहि महि इति सिद्धति समीचीनं तर्हि अत्र स्थगयामः अत्र कोऽपि प्रश्नः वा भगिनि अत्र आवहि न आगच्छति वा आड् उत्तमस्य पिच्च इति सूत्रं किं वदति केवलं लोट् लकार केवलं अत्र आवश्यकम् अस्ति खलु अवन्दावहि अवन्दामहि अडागमः तु अङ्गस्य भवति प्रत्ययस्य नास्ति अडागमः इदानीं तत्र क्रमेण अस्माकं चिन्तनं जायमानमस्ति इत्युक्ते सिद्धप्रत्ययः के इति यदा एकवारं पश्यामः तदनन्तरम् अङ्गतिङ्प्रत्ययोः मेलनं कथम् इति अग्रिमकरपत्रे अस्ति अत्र प्रत्ययस्य नास्ति अङ्गस्य अडागमः तद् अग्रे पश्यामः अग्रिमकरपत्रे अडागमः अपठत् अपठत् अथवा अवन्दत अवन्दत अवन्दत इत्यस्ति खलु अडागमः तदग्रे भवति अस्तु इदानीं स्थगयामः अत्र एकं प्रष्टुम् इष्टवती तत्र गोमती भगिनी भवत्याः वर्गः कथमासीत् किं भगिनि भवत्याः वर्गः कथमासीत् अहं बहु नर्वस् आसीत् परन्तु प्रथमवर्गस्य अनन्तरं स्वल्पं समाधानमस्ति सम्यक् चलितुं शक्नोति सम्यक् समीचीनं बहु समीचीनं कति जनाः आसन् 72 registration prathama varge only 44 or some yeah ओके वेरि गुड् बहु समीचीनम् अस्तु तर्हि धन्यवादः मम रिविशन् सम्यक् भवति भगिनि समीचीनं भवत्याः वर्धनं भवति यदि वयं वर्गं चालयामः चेत् अस्माकमेव बहु लाभम् आं भगिनि सत्यं समीचीनम् अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः